सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ परिचितं सुभाषितं शृण्वन्तु, पश्चात् पाठं प्रति गच्छेम. भगिनी एकवारं स्मरयतु. गुरुभ्यो नमः. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीन पशुः. गुरुभ्यो नमः. हरि ओम्. साधु. अस्माकं नूतनविषयः द्वितीया विभक्तिः. अद्य पञ्चविंशः पाठः आरभ्यते. पाठस्य शीर्षकमस्ति योगक्षेमं वहाम्यहम् इति अस्ति. गतवर्गस्य प्रश्नानाम् उत्तराणां प्रसङ्गे किञ्चित् वक्तुमिच्छामि. वर इति पदस्य प्रसङ्गे एकं करपत्रं प्रेषितं. वरशब्दस्य बहवः अर्थाः सन्ति. तस्मिन् करपत्रे वर इति पदस्य प्रसङ्गे किञ्चित् लिखितं. पश्चात् श्रेष्ठा इति पदं कथं साधनीयम् इति प्रेषितं. श्रेष्ठा इत्यस्मिन् पदे इष्ठन् प्रत्ययः अस्ति. इष्ठन् प्रत्ययस्य प्रसङ्गे एकं विधिसूत्रमस्ति. अतिशायने तमभिष्ठनौ इति एकं सूत्रमस्ति. तेन सूत्रेण इष्ठन् प्रत्ययः विहितः भवति. किन्तु श्रेष्ठ इत्यस्मिन् श्रा इति रूपं कुतः आगतम् इत्युक्ते तत्र एकं विशिष्टम् अन्यत् सूत्रम् अपेक्षितं. प्रशस्यस्य श्रः इति एकं सूत्रमस्ति. तेन सूत्रेण प्रशस्य स्थाने श्र आदेशः भवति इति कृत्वा प्रशस्यस्थाने श्र आदेशः भवति. पश्चात् इष्ठन् प्रत्ययस्य योजनं भवति. इष्ठन् इत्यस्मिन् अन्तिमनकारः इति संज्ञकः, अतः हलन्त्यमित्यनेन इति संज्ञकः भूत्वा अपगच्छति. श्रायोगः इष्ठ इति रूपं तत्र अस्ति. पश्चात् आद्गुणः इत्यनेन गुणसन्धिः भूत्वा श्रेष्ठ इति प्रातिपदिकं सिद्ध्यति. किन्तु त्रिषु लिङ्गेषु रूपाणि श्रेष्ठः पुंलिङ्गे, श्रेष्ठा स्त्रीलिङ्गे, श्रेष्ठं नपुंसकलिङ्गे तत्र आकारान्तप्रातिपदिकं सिद्ध्यति. किन्तु स्त्रीलिङ्गे दीर्घ आकारान्तप्रातिपदिकं सिद्ध्यति. बहुषु अतिशयेन उत्तमः कः इति वक्तुम् इष्टन् प्रत्ययस्य प्रयोगः भवति. बहुषु एकः अतिशयेन उत्तमः, अपि च इयसुन् प्रत्ययः द्वयोः कः उत्तमः इति वक्तुम् इयसुन् प्रत्ययस्य प्रयोगः भवति. इयसुन् प्रत्ययान्तरूपं श्रेयान् भवति. इयसुन् प्रत्ययस्य प्रसङ्गे अपि एकं विधिसूत्रमस्ति. द्विवचनविभज्योपपदे तरबीयसुनौ, तेन सूत्रेण इयसुन् प्रत्ययः विहितः भवति. तत्रापि प्रशस्यस्य श्रः सूत्रेण प्रशस्यस्थाने श्र आदेशः भवति. पश्चात् इयसुन् इत्यत्र नकारः इति संज्ञकवर्णः, तेन इयस् इति रूपं सिद्ध्यति. श्रायोगः इयस् तत्र गुणसन्धिः भूत्वा श्रेयस् इति प्रातिपदिकं सिद्ध्यति. इयसुन् प्रत्ययान्तरूपाणि अपि त्रिषु लिङ्गेषु सम्भवन्ति. पुंलिङ्गे सकारान्तप्रातिपदिकं सिद्ध्यति. पुमान् पुमांसौ पुमांसः इव पुंलिङ्गे रूपाणि वक्तव्यानि. पुंलिङ्गे रूपं श्रेयान् श्रेयांसौ श्रेयांसः इति भवति. स्त्रीलिङ्गे श्रेयसी भवति. नपुंसकलिङ्गे श्रेयः इति रूपं भवति. वयं जानीमः गरीयसी इति इयसुन् प्रत्ययान्तरूपम् अस्ति स्त्रीलिङ्गे. तथा एव श्रेयसी इति ईकारान्तस्त्रीलिङ्गपदं सिद्ध्यति. अपि च मिलिधातोः रूपं मेलिष्यति एव. किमर्थं चेत् लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु अपि च शत्रुप्रत्ययः तान् विहाय अन्यत्र मिलिधातोः प्रसङ्गे पुगन्तलघुपदस्य चैत्यनेन गुणकार्यं भूत्वा मिल् मेल् भवति. इगुपदधातुः अस्ति इति कृत्वा पुगन्तलघुपदस्य चैत्यनेन गुणकार्यं भूत्वा मेलिष्यति इति रूपमेव साधु. किन्तु लट् लोट् लङ् विधिलिङ्ग् एतलकाराः सार्वधातुकलकाराः इत्युक्ते सार्वधातुकप्रक्रियायां च चत्वारः लकाराः सन्ति, अपि च शत्रप्रत्ययः शाणच् प्रत्ययः अपि अस्ति. शत्रप्रत्ययान्तरूपं साधयितुमिच्छामश्चेत् तदा गुणकार्यं न भवति. इत्युक्ते मिल् धातुः तुदादिगणे अस्ति, षष्ठे गणे अस्ति इति कारणतः शा विकरणप्रत्ययः आयाति. शा विकरणप्रत्ययस्य अपित्वात् निद्वद् भूत्वा गुणकार्यं न भवति. लट् लोट् लङ् विधिलिङ् अपि च शत्रुप्रत्ययान्तरूपेषु गुणकार्यं न भवति. किन्तु लृट् लकारः आर्धधातुकलकारः, आर्धधातुकलकारेषु पुगन्तलघुपदस्य चैत्यनेन गुणकार्यं भूत्वा मेल् भवति, अतः मेलिष्यति रूपमेव साधु. अपि च क्वचित् इति पदं दृष्टम् अस्माभिः गते वर्गे. क्वा इत्युक्ते कस्मिन्, क्वचित् इत्यस्य कृते अन्यानि पदानि, कस्मिंश्चित् क्वचित् इति पदं कुत्र दृष्टं, केवलं पुनस्मरणार्थं वदन्ती अस्मि. भवन्तः सर्वे एतत् सर्वं जानन्ति. धर्मे चार्धे च कामे च मोक्षे च भरतर्षभा, यदि हास्ति तदन्यत्र, यन्ने हास्ति न तत् क्वचित्. महाभारतस्य प्रसङ्गे अयं श्लोकः बहु प्रसिद्धः. यदि हास्ति तदन्यत्र, यन्ने हास्ति न तत् क्वचित्. क्वचित् इत्युक्ते अन्यत्र कुत्रचिदपि न लभ्यते. महाभारते यद् दत्तमस्ति तदेव अन्यत्र सर्वत्र लोके अस्ति, किन्तु महाभारते यद् नास्ति तदन्यत्र कुत्रापि न लभ्यते इति श्लोकस्य सारांशः. अपि च गतवर्गे गोमती भगिनी उक्तवती एधस् इति सकारान्तप्रातिपदिकम् एधः इति नपुंसकलिङ्गपदमस्ति. प्रथमाविभक्त्याम् एकवचनरूपम् एधः. तत्पदं कथं साधितम्? इन्ध धातुः अस्ति. इन्ध धातुतः प्रत्ययस्य योजनेन एधः इति रूपं सिद्ध्यति. नकारस्य लोपः विशिष्टसूत्रेण भवति इति मया पठितं. तेन इन्ध धातुतः एधः इति सुबन्तपदं सिद्ध्यति, किन्तु सकारान्तप्रातिपदिकम्. इन्ध धातोः ल्युडन्तरूपम् इन्धनम्. इन्धनं वयं जानीमः खलु. एधः इत्यस्य अर्थः इन्धनम्. एधः, एधसि, एधांसि इति रूपाणि भवन्ति. इदानीं पर्यन्तम् अहम् अद्यतनपाठस्य चिन्तनम् अकृत्वा अन्यान् विषयान् वदन्ती अस्मि खलु. इदानीं पर्यन्तम् अद्यतनपाठस्य चिन्तनम् अकृत्वा अन्यान् विषयान् वदन्ती अस्मि. अकृत्वा इति रूपं साधु, अकृत्या इति असाधुरूपं. किमर्थं? तदर्थं लिङ्क् प्रेषितवती. कृत्वा इति क्त्वान्तरूपम् अस्ति, नञ्समासः भवति तत्र. ल्यबन्तरूपं साधयितुम् इच्छामश्चेत् तदा ल्यबन्तरूपाणां साधनार्थं विधिसूत्रमस्ति समासे अनै पूर्वे क्त्वो ल्यप्. तत्र बहु किमपि लिखितम् अस्ति, एकवारं पठन्तु. अकृत्वा रूपमेव साधु. तत्र आ इति उपसर्गः नास्ति. उपसर्गः अस्ति चेदेव ल्यबन्तरूपं सिद्ध्यति. अपि च रिक्तहस्तः इति एकं पदं दृष्टं. रिक्तहस्तः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. रिक्तः, हस्तः, यस्य, सः. स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् रिक्तः, हस्तः, यस्याः, सा इति विग्रहवाक्यं. स्त्रीलिङ्गे रूपं किं भवति? रिक्तहस्ता. बहुव्रीहिसमासयुक्तानि पदानि विशेषणानि भवन्ति. रिक्तहस्तः पुरुषः, रिक्तहस्ता महिला इति भवितुमर्हति. अपि च भूधातुतः भावः, नम् धातुतः नामः, पठ् धातुतः पाठः इत्यादीनि पदानि घञन्तरूपाणि. कथं साधितानि इति अपि प्रेषितम्. अपि च हृदयम् इति अकारान्त नपुंसकलिङ्गपदमस्ति, तस्मिन् स्थाने हृद् इति दकारान्तपदमपि योजयितुं शक्नुमः. हृद्, हृदि, हृन्दि एवं रीत्या रूपाणि भवन्ति. हृद् इति पदं दकारान्तपदं, हलन्तपदम्. अपि च आ उपसर्गपूर्वकः ह्वे धातुतः क्ताप्रत्ययस्य योजनेन आहूत इति क्तान्तरूपं, क्तवतु योजनेन आहूतवान् इति पुंलिङ्गे रूपं भवति. आहूतः, आहूतवान् इत्यादीनि पदानि कथं साधनीयानि इति अपि प्रेषितम्. अपि च आशीः इति षकारान्तशब्दः, आशिष् इति तस्य प्रातिपदिकम्. आशीः, आशिषौ, आशिषः, आशिषम्, आशिषौ, आशिषः इत्यादीनि रूपाणि भवन्ति. आशिष् इति मूर्धन्यषकारयुक्तप्रातिपदिकम्. अपि च अन्य इति प्रातिपदिकं तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. त्रिषु लिङ्गेषु तस्य रूपाणि कथं भवन्ति इति अपि चित्रं प्रेषितं. गतवर्गस्य प्रसङ्गे तावदेव. अस्माकं पुस्तकं पुरतः स्थापयन्तु. पाठः द्वितीया विभक्तिः. द्वितीयाविभक्त्यन्तं पदं वाक्येषु कर्मपदं भवति. क्रियापदस्य अथवा तिङन्तपदस्य मूलरूपमस्ति धातुः. तस्य मूलरूपं धातुः. धातुतः तिङन्तपदानि अथवा क्रियापदानि निर्मितानि. धातवः त्रिधा विभज्यन्ते. कथं? सकर्मकाः, अकर्मकाः, द्विकर्मकाः. नीधातुः द्विकर्मकधातुः. केचन द्विकर्मकधातवः सन्ति. षोडशधातवः द्विकर्मकाः सन्ति. अपि च केचन धातवः सकर्मकाः, केचन अकर्मकाः सन्ति. धातूनाम् अर्धाः सन्ति. प्रत्येकं धातोः अर्धः अस्ति. उदाहरणार्थं पच् धातुः अस्ति. पच् धातोः अर्थः विक्लित्ति अनुकूलव्यापारः. पच् धातोः अर्थः विक्लित्ति अनुकूलव्यापारः. पाकक्रियायां किं भवति? तण्डुलान् स्वीकृत्य पाचकः ओदनं पचति. तत्र तण्डुलस्य मृदुभवनं भवति. पाकक्रियायाः फलं किम्? पाकक्रियायाः फलं तण्डुलानां मृदुभवनम्. तण्डुलानां मृदुभवनम् इति पाकक्रियायाः फलम्. फलं कुत्र अस्ति? फलं तण्डुले अस्ति. किन्तु पाकक्रियां कः करोति? पाचकः करोति. इत्युक्ते पच् धातुः सकर्मकधातुः. सकर्मकधातुषु किं भवति? व्यापारः कर्तरि अस्ति. फलम् अन्यत्र अस्ति. फलं कर्मणि अस्ति. इत्युक्ते व्यापाराश्रयः कर्ता, फलाश्रयः कर्म. फलं व्यापारः द्वयोः आश्रयः भिन्नस्थलयोः वर्तते इति एका वार्ता. पाचकः तण्डुलं पचति इत्यत्र पाचकः इति कर्तृपदं. पाचकः इति कर्ता. तण्डुलान् इति कर्मपदमस्ति. तत्र फलं तण्डुले अस्ति. पाकक्रिया इति व्यापारः. व्यापारः इत्युक्ते कर्म एव. व्यापारस्य आश्रयः कर्ता. कर्ता कः? पाचकः. पाकक्रियायाः फलं तण्डुलस्य विक्लित्तिः. विक्लित्तिः इत्युक्ते मृदुभवनम्. फलं तु तण्डुले अस्ति, किन्तु व्यापाराश्रयः पाचकः. फलं कर्मणि अस्ति, किन्तु व्यापारः कर्तरि अस्ति. एवं रीत्या सकर्मकधातूनां प्रसङ्गे चिन्तनं करणीयम्. उदाहरणार्थं खाद् धातुः अस्ति. खाद् धातोः अर्थः गलबिलसंयोगव्यापारः. तत्रापि फलम् अन्यत्र अस्ति. व्यापारः कर्तरि भवति. किन्तु अकर्मकधातुषु किं भवति? अकर्मकधातून् स्वीकृत्य परिशीलयामश्चेत् उदाहरणार्थं वर्धते इति एकं क्रियापदमस्ति. वृद्धधातुतः वर्धते इति आत्मनेपदरूपं सिद्ध्यति. तस्य अर्थः वर्धनानुकूलव्यापारः. अयं धातुः अकर्मकधातुः. अकर्मकधातुषु व्यापाराश्रयः अपि च फलाश्रयः द्वयमपि कर्तरि एव भवति. व्यापाराश्रयः अपि कर्ता एव, फलाश्रयः अपि कर्ता एव. इत्युक्ते तत्र वर्धनानुकूलव्यापारः कर्तरि एव भवति. बालकः वर्धते. तावदेव. तत्र कर्मपदस्य आवश्यकता नास्ति. वर्धनानुकूलव्यापारः इत्युक्ते आक्चुवल् ग्रोत् अपि च एक्षन् रिलेटेड् टु ग्रोत्. बोत् हेपन् इन् द सेम् पर्सन्. अकर्मकधातुषु व्यापारः अपि च फलं द्वयोः आश्रयः कर्ता एव भवति. एवं रीत्या धातवः सकर्मकाः, अकर्मकाः, द्विकर्मकाः अपि सन्ति. अनन्तरं पाठं प्रति गच्छेम. अस्माकं पाठस्य शीर्षकमस्ति योगक्षेमं वहाम्यहम्. अस्मिन् प्रसङ्गे कोऽपि वदतु. अरविन्द् महोदय, कृपया वदतु. योगक्षेमं वहाम्यहम् इति भगवद्गीता नवम अध्यायस्य द्वाविंशति श्लोकात् उद्धृतमस्ति. भगवतः वचनमस्ति, अनन्यश्चिन्तयन्तो मां ये जना प्रत्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् इति श्लोकम् एव अस्ति तत्र योगक्षेमम् इति समस्तपदं योगक्षेमम् इति अहं चिन्तयामि समाहारद्वन्द्वपदम् अस्ति इति अत्र योग इति युज् धातुतः उत्पन्नपदमस्ति योगः क्षी धातुतः उत्पन्नपदमस्ति क्षेमम् इति मया दृष्टं योगः इत्युक्ते युज् योजने इति अर्थे क्षी इति क्षेम इति तस्य पदस्य अर्थं श्यम चेत् अप्कीपिङ्ग् आर् ईस् वाट् इट्स् ऐ केन् से बट् किन्तु वहाम्यहम् इति उत्तमपुरुष एकवचनमस्ति वहामि अहम् इति पदद्वयमस्ति तत्र वह् धातु तस्य उत्तमपुरुष प्रथम उत्तमपुरुष एकवचनम् इति अस्ति श्लोकस्य अर्थं तु अत्र प्रसक्तिर्नास्ति द्वितीया विभक्तिं कृते इति कृत्वा तस्य श्लोकार्थं प्रति न गच्छामि योगक्षेमम् इति कर्मपदं खलु आं भगिनि भगिनी अहं मन्यते द्वियोगः मतलब भगवान् अनि भक्त द्वि पर्सन् सो देट्स् वै द्वितीय विभक्ति यूस् इट् महोदयेन उक्तं सर्वं स्क्रीन् शाट् प्रेषितवती तत् पश्यन्तु एकवारं तत्र योगक्षेमं वहाम्यहम् इति गीतायाः श्लोकस्य भागः अयं भवद्भिः श्रुतमेव भवन्तः सर्वे श्लोकं जानन्ति एव सम्पूर्णतया महोदयेन श्लोकः पठितः अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् इति भगवता प्रतिज्ञा कृता भगवतः प्रतिज्ञा एवम् अस्ति श्लोकस्य प्रसङ्गे इतोपि किञ्चित् सम्पूर्णतया चिन्तनं कर्तुम् इच्छामश्चेत् एकवारं स्क्रीन् शाट् पश्यन्तु शोभा भगिनी स्क्रीन् शाट् दृष्ट्वा किञ्चित् वदतु महोदय व्याकरणम् उक्तवान् तत्र पठामि वा भगिनी तात्पर्यं किम् इति एकमेकं पदं स्वीकृत्य एकवारं परिशीलयामः अनन्याः इति पदमस्ति भवती वक्तुमिच्छति वा अनन्याः इत्यस्मिन् प्रसङ्गे तत्र नञ् तत्पुरुषसमासः अस्ति अन्याः न इति न अन्याः अनन्याः मामेव आश्रिताः इति अर्थे दत्तम् अनन्याश्चिन्तयन्तः मां ये जनाः पर्युपासते अनन्याः चिन्तनं न कुर्वन्तः मामेव ये जनाः परि उपासते इति अनन्याः इति अकारान्त पुंलिङ्गपदमस्ति किन्तु बहुवचने अस्ति एकवचने वक्तुमिच्छामश्चेत् अनन्यः अनन्यः पुरुषः अनन्यः जनः अनन्याः जनाः इति वक्तव्यमस्ति अत्र तत्पुरुषसमासः नास्ति बहुव्रीहिसमासः अस्ति किमर्थं चेत् बहुव्रीहिसमासयुक्तं पदं सर्वदा अन्यपदस्य विशेषणं भवति अत्र अनन्याः इति पदं कस्य विशेषणं जनानां विशेषणम् अथवा नित्याभियुक्तानां विशेषणम् अथवा योगीनां विशेषणम् अनन्यः पुरुषः अनन्यः जनः अनन्यः योगी अथवा अनन्यः साधकः अपि भवितुमर्हति अनन्याः इति पदस्य प्रसङ्गे विग्रहवाक्यं कथं वक्तव्यं न विद्यते अन्यः येषां ते न विद्यते अन्यः येषां ते इति विग्रहवाक्यं भवति बहुवचने समस्तपदमस्ति इति कृत्वा येषां ते इति वक्तव्यमस्ति किन्तु एकवचने पदमस्ति चेत् अनन्यः अस्ति चेत् न विद्यते अन्यः यस्य सः इति वक्तव्यमस्ति अस्मिन् पदे नै बहुव्रीहि समासः अस्ति तस्य नाम नै बहुव्रीहिसमासः नै तत्पुरुषसमासः भिन्नः नै बहुव्रीहिसमासः भिन्नः अत्र अनन्यः इति योगिनः विशेषणं भवितुमर्हति, साधकस्य विशेषणं भवितुमर्हति, यस्य कस्यापि अन्यपदस्य विशेषणं भवितुमर्हति. चिन्तयन्तः वदतु. तत्र चिन्तयन्तः इति शत्रन्त इति मन्ये, चिन्तयन्तः जनाः इति भवति विशेषविशेषणम् इति. साधु वा भगिनि? उत्तमम्. चिन्तयन्तः तत्र अधुना दृष्टम् अनन्याः चिन्तयन्तः ये अन्या कोऽपि तस्य विषये तस्य चिन्तनं न कृत्वा इति भवति. अनन्याः चिन्तयन्तः ये जनाः इत्युक्ते ते जनाः के अन्यस्य विषये न चिन्तयित्वा इति. तावत्पर्यन्तं तत्र किं वक्तव्यम्? अचिन्तयित्वा. अचिन्तयित्वा, अस्तु. न चिन्तयित्वा इति कथनेन अत्र नैसमासः आवश्यकः इति कृत्वा अचिन्तयित्वा, अकृत्वा, अपठित्वा एवं रीत्या वक्तव्यं भवति. अन्यान् अचिन्तयित्वा किल, अन्यान् तत्र वाक्यं साधु भवति. भवन्तः सर्वे स्क्रीन् शाट् पश्यन्तु. अनन्याः जनाः के इति अवगन्तुं मामेव आश्रिताः, माम् एव आश्रिताः जनाः एव अनन्याः इति भगवता उक्तमस्ति एतत् सर्वं. तदर्थमेव अनन्याः जनाः के? अनन्याः जनाः इत्युक्ते ये जनाः माम् एव आश्रिताः, मां शरणम् आपन्नाः. भगिनी उक्तवती चिन्तयन्तः इति पदं शत्रन्तरूपं, चिन्तयन् इति शत्रन्त पुंलिङ्ग एकवचनं, किन्तु अत्र शत्रन्त पुंलिङ्ग बहुवचनम् आवश्यकम्. शत्रन्तरूपाणि अपि विशेषणानि भवन्ति, कर्तृपदस्य विशेषणानि भवन्ति. शत्रन्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति. अत्र चिन्तयन्तः इति पदं शत्रन्तपदं, तस्य अर्थः कः? तत्र ध्यायन्तः इति लिखितमस्ति. ध्यायन्तः इति पदमपि शत्रन्तरूपमेव. ध्यायति इति लट्लकाररूपमस्ति, ध्यायन् इति शत्रन्तरूपं, किन्तु बहुवचनरूपम् आवश्यकम् इति कृत्वा ध्यायन् ध्यायन्तौ ध्यायन्तः, एवमेव चिन्तयन् चिन्तयन्तौ चिन्तयन्तः इति शत्रन्तरूपाणि. शत्रन्तरूपाणि अपि सप्तसु विभक्तिषु, त्रिषु वचनेषु, त्रिषु लिङ्गेषु सम्भवन्ति. अत्र पुंलिङ्गे बहुवचने वक्तव्यमस्ति इति कृत्वा चिन्तयन्तः इत्युक्ते ध्यायन्तः. ये जनाः मां पर्युपासते, पर्युपासते वदतु. तत्र परि इति उपसर्गः, उपासते इति आत्मनेपदी क्रियापदस्य योजनेन तत्र यण् सन्धि भूत्वा परि उपासते इति भवति, पर्युपासते इति. अपि च तत्र पर्युपासते इत्युक्ते सेवन्ते, मां पर्युपासते इत्युक्ते मां सेवन्ते इति अर्थे भवति. सेवन्ते इति अपि सेव् धातोः आत्मनेपदी बहुवचनरूपम्. अपि च किं तत्र परि इति एकः उपसर्गः, उपा अपि अन्यः उपसर्गः खलु. आसते, आसते. इतोपि वदतु, परियोगः उपायोगः आसते, तत्र कार्याणि एकवारं स्मारयतु. तत्र परियोगः उपा, तत्र इकार उकारयोः योगः, इकः स्थाने यण् आदेशः भवति, तत्र इकारस्य स्थाने यकारादेशः. पर्या योगः उपासते, पर्युपासते इति भवति. तत्र परियोगः उपा इत्यस्य पर्युपा, पर्युपयोगः आसते इत्यस्य, तत्र दीर्घाकारः अतः तत्र पुनः दीर्घं न भवति, पर्युपासते एव. पर्युपा इति पूर्वमेव अस्ति. परि उप, क्षम्यतां, परि उप आसते. अकार आकारयोः योगः, तत्र दीर्घ आकारः एव आदेशः. उत्तमं. परियोगः उपा इत्यत्र यण्सन्धिः भवति, तत्र केवलम् इकारस्य स्थाने एव यकारः आयाति, उकारः यथावत् तिष्ठति. तत्र द्वयोः स्थाने एकादेशः इति अर्थः नास्ति. यण् सन्धेः प्रसङ्गे यण् सन्धौ केवलम् एकः स्थाने एव यण् वर्णादेशः भवति. आम्, एकः पूर्वपरयोः इत्यस्य अनुवृत्तिः नास्ति. इकारस्य स्थाने एव यकारः आयाति, तेन पर्युप इति रूपम् अस्ति. पश्चात् सवर्णदीर्घसन्धिः भूत्वा सवर्णदीर्घसन्धेः कारणेन पर्युपासते इति रूपं सिद्ध्यति. आसते इति प्रसङ्गे इतोपि चिन्तनं कुर्मः चेत् आस उपवेशने इत्यस्मिन् अर्थे टु सिट् इत्यस्मिन् अर्थे आसधातुः अस्ति. तस्य रूपाणि आस्ते, आसाते, आसते. बहुवचनरूपम् आसते, एकवचनरूपम् आस्ते. आस्ते, आसाते, आसते प्रथमपुरुषरूपाणि एवं भवन्ति. आसते आत्मनेपदिरूपम् अस्ति. इतोपि तस्य प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते आस उपवेशने अयं धातुः अदादिगणे अस्ति. अदादिगणे सर्वदा अनदन्तम् अङ्गं सिद्ध्यति. भुवादिगणे अदन्तम् अङ्गं सिद्ध्यति, किन्तु अदादिगणे अनदन्तम् अङ्गं सिद्ध्यति. यस्मिन् यस्मिन् गणे अनदन्तम् अङ्गं सिद्ध्यति तस्मिन् गणे सिद्धतिङ् प्रत्ययाः भिन्नाः. अत्र अदादिगणे अनदन्तम् अङ्गं सिद्ध्यति इति कारणतः लटि सिद्धतिङ् प्रत्ययाः भिन्नाः इति कृत्वा बहुवचनसिद्धतिङ् प्रत्ययः अते. अते इति बहुवचनसिद्धतिङ् प्रत्ययः अदादिगणे एवं भवति इति कृत्वा तत्र आस धातुः अस्ति. अते इति सिद्धतिङ् प्रत्ययः अदादिगणे. अदादिगणे अनदन्तम् अङ्गं सिद्ध्यति इति कारणतः अते सिद्धतिङ् प्रत्ययस्य योजनेन तत्र आस धातौ अनुनासिक अकारः अस्ति. अनुनासिक अकारः अपगच्छति. पश्चात् अते योजनेन आसते इति बहुवचनरूपं सिद्ध्यति. तत्र अते इति सिद्धतिङ् प्रत्ययस्य साधनार्थम् एकं विशिष्टं सूत्रम् आवश्यकम्. आत्मनेपदेष्वनतः इति एकं सूत्रमस्ति. आत्मनेपदेषु अनतः इति सूत्रेण अनदन्त अङ्गेषु अदादिगणे धातुः अदादिगणे अस्ति इति कृत्वा अते इति सिद्धतिङ् प्रत्ययः इति कृत्वा तत्र रूपम् आसते इति भवति. अपि च तेषां नित्याभियुक्तानां, नित्याभियुक्तानां गोमती भगिनी भवती वदतु, नित्याभियुक्तानाम् इत्युक्ते किम्? भवत्या दत्तं नित्याभियुक्तानां सततयोगिनाम् इति अर्थः. नित्य अभियुक्तानां, नित्याभियुक्तानां षष्टी बहुवचनरूपं. नित्याभियुक्तः अकारान्त प्रातिपदिकस्य षष्टि बहुवचनरूपं नित्य समस्तपदमस्ति. नित्य नित्यम् अभियुक्तं, नित्याभियुक्तम् इत्युक्ते सततम् ऑल्वेज. परन्तु तत्र विग्रहं नित्य नित्ययोग अभियुक्त, नित्याभियुक्त, नित्ययोग अभियुक्त, नित्याभियुक्तः तेषां नित्याभियुक्तानां सततयोगिन. साधु उक्तवती. स्क्रीन्शाट् पश्यन्तु, तत्र किं लिखितम्? स्क्रीन्शाट् तत्र नित्याभियुक्तानां सततयोगिनामेव दत्तमस्ति न. व्याकरणं नित्याभियुक्तानां सुप् समासः, नित्यम् अभियुक्ताः तेषां, सोरि, नित्यम् अभियुक्ताः तेषां नित्याभियुक्तानां. यथा भवती उक्तवती नित्यम् अभियुक्ताः तेषाम्, एवं रीत्या विग्रहवाक्यानि वक्तव्यानि. किमर्थं चेत् षष्ठी बहुवचनरूपम् अस्ति. नित्याभियुक्तानाम् इति षष्ठी बहुवचनरूपम् अस्ति. नित्याभियुक्तः इति प्रथमाविभक्ति एकवचनरूपं. नित्याभियुक्तः इति पदमस्ति चेत् नित्यम् अभियुक्तः इति विग्रहवाक्यं वक्तव्यं भवति. तत्र समासः कथं भवति? नित्याभियुक्तः इति समस्तपदं, तस्य षष्ट्यन्तं रूपं नित्याभियुक्तानां सुप् समासः इति लिखितमस्ति. सुप् समासस्य प्रसङ्गे अरविन्द महोदय किञ्चित् वक्तुं शक्नोति. महोदय वक्तुमिच्छति वा कस्मिन् प्रसङ्गे भगिनि? सुप् समासः, सुप् सः सुप इति पाणिनीयसूत्रमस्ति. यत्र सूत्राधारित विधि नास्ति, एवं पूर्वोक्त उपदेशरूपेण वरिष्ठलोकानां प्रयोगं कुत्रापि दृश्यते चेत् तत् सुप्समास इति वक्तुं शक्यते. तत्र समाससम्बन्धिक्रियरूपाणि न प्रवर्ततानि. साधु महोदय, तदेव समस्तपदानां निर्माणार्थं समासविधायकसूत्राणि सन्ति. समासविधायकसूत्राणि आवश्यकानि, किन्तु काव्येषु अपि च शास्त्रेषु केचन शब्दाः सन्ति अथवा कानिचन समस्तपदानि सन्ति. एतादृशानि समस्तपदानि सन्ति. एतानि समस्तपदानि शिष्टैः प्रयुक्तानि साधुपदानि. तेषां समासानां समर्थनार्थम् एतेषां समासानां साधुत्वं दर्शयितुं, साधुत्वं प्रदर्शयितुम् अथवा विशिष्टसमस्तपदानां साधुत्वं साधयितुं समासविधायकसूत्रं नास्ति चेत् कथञ्चित् तेषां समस्तपदानां साधुत्वं साधनीयं, तेषां पदानां साधुत्वं साधनीयं भवति. तस्मिन् सन्दर्भे सहसुपा इति सूत्रेण तेषां समस्तपदानां साधुत्वस्य समर्थनं भवति. सहसुपा इति एकं सूत्रमस्ति. सहसुपा इति सूत्रं, किन्तु तस्य अनुवृत्तिः का? सुप् सुपासः समासः इति तत्र अनुवृत्तिः अस्ति. इत्युक्ते किमपि समर्थं सुबन्तपदम् अन्येन समर्थेन सुबन्तपदेन सह समस्यते. अत्र नित्यम् इति सुबन्तपदम्, अभियुक्तः इति अन्यत् सुबन्तपदम्. एकं सुबन्तपदं समर्थेन अन्येन सुबन्तपदेन सह समस्यते. इत्युक्ते एकं सुबन्तपदं समर्थेन अन्यत् सुबन्तपदेन सह समासं कर्तुं शक्नोति सः सुपा इति सूत्रेण इति तत्र अर्थः. सुबन्तम् इत्युक्ते सुप् अन्ते यस्य सः. अत्र विग्रहवाक्यं कथं लिखितं? नित्यम् अभियुक्ताः तेषां. नित्यम् अभियुक्ताः इत्युक्ते सततयोगिनां. तेषां योगक्षेमम् अहं वहामि. योगक्षेमम् इत्यस्मिन् प्रसङ्गे महोदयेन उक्तमेव, योगः च क्षेमं च. पश्यन्तु, योगः इति पुंलिङ्गशब्दः. युज् धातुतः घञ् प्रत्ययस्य योजनेन योगः इति पदं साधितं, किन्तु क्षेमम् इति पदं नपुंसकलिङ्गपदम्. अत्र एकं पदं पुंलिङ्गे अस्ति, अन्यत् नपुंसकलिङ्गे अस्ति. द्वयोः समाहारः, योगः च क्षेमं च अनयोः समाहारः इति विग्रहवाक्यं वक्तव्यमस्ति. तत्र समाहारद्वन्द्वसमासः अस्ति. योगक्षेमम् इत्यस्मिन् पदे समाहारद्वन्द्वसमासः अस्ति. अत्र योगः इत्युक्ते अलभ्यमानस्य लाभः, क्षेमम् इत्युक्ते लब्धस्य परिरक्षणं, यत् प्राप्तं तस्य परिरक्षणं क्षेमं. भगवता प्रतिज्ञा कृता. प्रतिज्ञा का इत्युक्ते नित्याभियुक्तानां योगक्षेमम् अहं वहामि इति. योगक्षेमम् इत्युक्ते अप्राप्तस्य लाभं प्राप्तस्य. महोदय वदतु, परिपालनं. प्रासङ्गिकवार्ता वक्तुम् इच्छामि भगिनि, आङ्ग्लभाषायां मिक्स् कर्के. सी, भगवद्गीता इस् द ओन्ली बुक् विच् हेस् गाट् द लार्जेस्ट् ट्रान्स्लेशन्स् अण्ड् कमेण्ट्रीस् इन् द वर्ल्ड्, कलेक्टेड् बै ऐ ऐ टि बनारस् यूनिवर्सिटि. इट् हेस् गाट् मोर् देन् 1800 वेल् नोन् translations and commentaries, out of which more than 300 of them are in Sanskrit alone. And out of the Sanskrit versions, Shankara, Ramanuja, Madhava, Sridhara, Madhusudana and Anandagiri, these are the some of the famous Sanskrit. 12 of them are published together as Sanskrit. 12 commentaries in one book is available, even it's available on internet. Now, one thing which I have found out, the beauty of this, that if you look at this sloka, Ananya Chintayandoma Aham Vahami Yoga Kshemam, the same Krishna says in another place, Uddharet Atmana Atmanam Na Atmanam Avasadaye Atmeva Bandur Atmana Atmeva Ripur Atmana. So it looks like apparently contradicting himself, his own statement. You have to take care of yourself. Here he says, I'll take care of you. Now, why do Bhagavan has to take more two separate stands for the same yoga kshema? The word, the catch word here is ananyas chindayandoma. Now, ananya chintayantu man, you cannot think ananya unless atma bhavena chintayati cheteva. So, atmaiva bandhu. So, you became your own. So, why he is to say that in ananya chintayantu? Because if you consider anything other than you, dvitiyad vai bhayam bhavati. So, to remove that fear of anything else, you have to think it is as if you are telling this from your Atma Bhava, not from the Deha Bhava. That is what the beauty of this sloka is there. Now, in Bhagavad Gita, why did so many commentaries and I think, because each word is a treasure house of many, many meanings. For example, Pari Upasate, one word, if you look at As Dhatu, he could have used Upasate. But the word Pari as an Upasarga has a meaning which is written by Madhusudana Saraswati and others itself in running into three pages. Why the word Pari has an importance in this one. And why it is connected with Ananya. The Ananya and Paripasate has got a tremendous link between the two words. To know the import of this, what is suggested is that wherever Krishna says as Krishna, there are two ways you can look at it. One as a bhakta, that's an instruction from God, and follow that. That is the bhakti bhava. But if you are in the jnana marga, you shift your identity from your physical individual identity to Atma Bhava, as what would have been Krishna's thoughts running in his mind when he makes these statements. If you look at it, you get a totally a different picture of Bhagavad Gita. These are the beauty of this particular textbook, which is, I mean, you can keep on talking about it, but there is no end to it. It so happened because the word Ananya is my favorite word. Ananya and Adyutiyam. These are the two words which I like the most in the whole Sanskrit words. Thank you, Bhagini. Dhanyavadah, Mahodaya. Katra itopi kim likhitamasti, Madhva matam itepi likhitamasti. Sukh samasaha, kevala samasaha, cheda hastiva. Ekaha eva iti manye. Astu, Bhagini. Anantaram, Aravind Mahodayana uktam, kshi iti dhaduhu, क्षेमम् इत्यस्य पदस्य कोऽपि दृष्टवान् अथवा दृष्टवती वा क्षे इति हिंसायामेव अहं चिन्तयामि अर्थः भवति अतः क्षेमं कथं क्षी भवति अहं न जानामि भगिनि क्षी धातुतः क्षयति इति रूपं सिद्ध्यति किन्तु अत्र कीदृशधातुः अस्ति प्रत्ययाः के इति अपि द्रष्टव्यमेव क्षी इति what is given in Monier Williams is that habitable, giving rest, giving ease or security, comfort, conferring happiness, at ease, prosperous, safe and secure, well, happy, right. Kshema, as is for Pullinga, A for Srilinga and Am for Napumsakalinga. The root is Kshi with the Hrisva Shi, Kshemene, Kshemena, is the rupa which is given for that, for the tritiya, when it comes to chema. So akara. So, and Kalpadruma gives a different, but Vajaspadiyam is saying that she, man, is unadi dhatu, unadi pratyaya, kshema. Man is that, pratyaya. She, yoga, man, kshema. शुभदा भगिनी भवती वक्तुमिच्छति वा सम्यक् रीत्या तु न जानामि परन्तु एकः धातुः अस्ति तुदादिगणीयधातुः क्षीनिवासगत्योः टु ड्वेल् टु स्टे टु गो इति अर्थे इति अर्थः मे बी फ्रोम् देम् फ्रोम् देट् क्षेमः इति घयन्तरूपम् अस्ति वा न जानामि चिन्तयामः अत्र माध्वमतम् इति लिखितमस्ति खलु तत्र पश्यन्तु एकवारम् अन्यत् अचिन्तयन्तः अन्यद् अचिन्तयन्तः भगवन्तम् एव चिन्तयन्तः ये जनाः भगवन्तम् उपासते कथम् उपासनीयं मनोवाक्कायैः मनोवाक्कायैः नित्यस्मरणशीलानां, पश्यन्तु नित्याभियुक्तानाम् इत्यस्य अर्थः नित्यस्मरणशीलानां तेषां मोक्षरूपं योगं वहति भगवान्, अपि च तस्य क्षेमम् इत्युक्ते अनन्तत्वं च भगवान् वहति. योगः इत्युक्ते अनागतस्य आनयनम्, योगः इत्युक्ते अनागतस्य आनयनं, क्षेमम् इत्युक्ते यदागतं तस्य रक्षणं, द्वयमपि भगवता क्रियते. योगक्षेमं वहाम्यहम् इति अस्माकं शीर्षकमस्ति. अन्वयः, अनन्याः ये जनाः मां चिन्तयन्तः पर्युपासते, नित्याभियुक्तानां तेषां योगक्षेमम् अहं वहामि इति अत्र वार्ता. इन्द्रादीन् विहाय माम् एव शरणम् आपन्नाः. अत्र पश्यन्तु, शरणागतः अथवा शरणापन्नः इत्यादिषु पदेषु द्वितीया तत्पुरुषसमासः अस्ति. द्वितीया तत्पुरुषसमासस्य प्रसङ्गे एकं विशिष्टं समासविधायकसूत्रमस्ति. तस्मिन् सूत्रे आपन्न, गत इत्यादीनि पदानि सन्ति चेदेव द्वितीया तत्पुरुषसमासः भवितुमर्हति. श्रितातीतपतितगत्यस्तैः समस्तपदेषु पूर्वपदम् अपि च उत्तरपदं भवितुमर्हति. उत्तरपदं कीदृशं पदं भवेत् द्वितीया तत्पुरुषसमासस्य प्रसङ्गे इति अवगन्तुं तत् सूत्रं ज्ञातव्यम्. द्वितीया तत्पुरुषसमासप्रसङ्गे उत्तरपदं गत, प्राप्त, आपन्न, तत्र कानिचन पदानि सन्ति. तेषु पदेषु अन्यतमं पदम् उत्तरपदं भवति चेदेव द्वितीया तत्पुरुषसमासः भवति. अस्माकं पाठं प्रति गच्छेम. भूमा भगिनी आरम्भं करोतु. योगक्षेमं वहाम्यहम्. कृष्णः अस्ति, पाञ्चजन्यः अस्ति. कृष्णः पाञ्चजन्यं धमति. कृष्णः प्रथमाविभक्ति एकवचनम् अकारान्त पुल्लिङ्गः. अस्ति अकर्मक, अस् धातु. द्वितीय कर्मपदं नास्ति. पाञ्चजन्यः अस्ति, अपि च अकारान्त पुल्लिङ्गः पाञ्चजन्यः अस्ति. कृष्णः पाञ्चजन्यं धमति. धम् धातु वा अत्र? धुमा, धुमा, धुमा धातुतः धमति इति रूपं साधनीयं. धुमा इति धातोः रूपं. गोमति भगिनी वदतु. सूत्रमस्ति पाख्रथमास्थाम्ना दाण दशर्ति सर्ति शदसदां क्षितिपरे पिब जिख्र धाम तिष्ठ मन यच्छ पश्य अर्च धौ सी सीदौ इति सीदोः इति भवति. धमा इति धातु धमा भवति. धमति इति परस्मैपदी धातुः अस्ति. भादिगणीयः इति भादिगणे धुमा इति कथनेन धकारः मकारः आकारः त्रयः वर्णाः सन्ति. धुमा शब्दाग्निसंयोगयोः इत्यस्मिन् अर्थे धुमा धातुः अस्ति. भगिन्या यत् दीर्घं सूत्रम् उक्तमस्ति तेन सूत्रेण धम आदेशः भवति इति कृत्वा धमति इति रूपं सिद्ध्यति. पाञ्चजन्यः पदस्य प्रसङ्गे वदतु. पाञ्चजन्यः शङ्खः, विष्णोः शङ्खः, शङ्खः विष्णोः शङ्खः. पञ्चजन जनस्य पञ्चजनस्य वधं कृत्वा पाञ्चजन्यः भवति. पञ्चजने भवं, मया किं पठितम् इत्युक्ते पञ्चजनः नाम्ना एकः दैत्यः आसीत्. दैत्यः इत्युक्ते पञ्चजनः नाम्ना एकः दैत्यः समुद्रे तिमिरूपेण आसीत्. तस्य अस्थितः, अस्थिजत्वात् निर्मितः शङ्खः अयं. गम्भीराण्यः इति एकं सूत्रमस्ति. तस्य सूत्रस्य अन्तर्गतम् एकं वार्तिकम् अस्ति. वार्तिकं किमित्युक्ते पञ्चजनादुपसङ्ख्यानम् इति वार्तिकेन निर्मितं पदं पाञ्चजन्यः. गम्भीरे भवं गाम्भीर्यं, गम्भीरे भवं गाम्भीर्यम् इति पदं तद्धितप्रत्ययान्तपदम् अस्ति. एवमेव पाञ्चजन्यः इति पदमपि तद्धितप्रत्ययान्तपदमेव. गम्भीराण्यः इति सूत्रस्य अन्तर्गतं वार्तिकं पञ्चजनादुपसङ्ख्यानम् इति वार्तिकेन निर्मितं पदं पाञ्चजन्यः. इति वार्ता. अग्रे करोतु. धम् धातु सकर्मक, ध्मा धातु सकर्मक, पाञ्चजन्यं द्वितीया विभक्ति एकवचनम्. उत्तम. भीष्मः सेना, भीष्मः सेनां नयति. भीष्मः अकारान्तपुल्लिङ्गः प्रथमा विभक्ति. सेनां नी धातु सकर्मक, सेनां द्वितीया विभक्ति एकवचनं. सेना स्त्रीलिङ्गे अस्ति, आकारान्तस्त्रीलिङ्गः. भीष्मशब्दस्य रूपाणि केवलं प्रथमान्तानि वदतु. भीष्मः, भीष्मौ, भीष्माः. तृतीया विभक्ति एकवचनं किं भवति? तृतीया भीष्मेण नकार नत्वं भवति, तकारस्य निमित्तम्. षष्टि विभक्ति बहुवचनं? भीष्माणां. तत्रापि? तत्रापि षकारस्य कृते निमित्तं भवति, नत्वं भवति. उत्तमं. सेना इति आकारान्तस्त्रीलिङ्गपदमस्ति, तस्य प्रथमान्तानि वदतु. सेना, सेने, सेनाः. द्वितीयान्तानि वदतु. सेनां, सेने, सेनाः, सेनाः एव. प्रथमाविभक्ति, द्वितीयाविभक्ति, बहुवचनं समानमेव. समानमेव. यथा लता लते लताः, लतां लते लताः, एवमेव सेनाः. किन्तु वाक्यं दृष्ट्वा अवगन्तुं शक्नुमः, प्रथमाविभक्ति बहुवचनं, द्वितीयाविभक्ति बहुवचनं समानम्. भीष्मः सेनां नयति. अत्र सेना इति पदस्य द्वितीयान्तं रूपं सेनाम् अस्ति. नी धातोः रूपं नयति. नी धातुतः नयति इति रूपं कथं साधनीयम् इति भवन्तः सर्वे जानन्ति एव. भुवादिगणीयधातुः नी धातोः प्रसङ्गे इतोपि किं ज्ञातव्यं? नी धातुः द्विकर्मकधातुः. धातोः वैशिष्ट्यमस्ति, नी धातुः द्विकर्मकधातुः. अस्मिन् प्रसङ्गे एकं वाक्यं वदामि. कृषकः अजां ग्रामं नयति. पुनः वदामि वाक्यं. कृषकः अजां ग्रामं नयति. इत्यस्मिन् वाक्ये कर्मपदद्वयं सम्भवति. नी धातुः द्विकर्मकधातुः अस्ति इति कृत्वा ग्रामं नयति, अजां नयति. किं नयति अथवा कां नयति? अजां नयति. तत्र ग्रामम् इति एकं कर्मपदम्, अजाम् इति अन्यत् कर्मपदम्. अत्र कर्मपदद्वयम् अस्ति. अजाम् इति कर्मपदं प्रधानकर्मपदं, ग्रामम् इति कर्मपदं गौणकर्मपदम् इति वक्तव्यमस्ति. कृषकः ग्रामम् अजां नयति इत्यस्मिन् वाक्ये अजाम् इति प्रधानकर्मपदं, ग्रामम् इति गौणकर्मपदं. द्विकर्मकवाक्येषु एकं प्रधानकर्मपदम्, अन्यत् गौणकर्मपदं. गौणकर्मपदस्य स्थाने अन्यत् रूपमपि योजयितुं शक्नुमः. इत्युक्ते ग्रामम् इति द्वितीयान्तं पदम् अस्ति तस्मिन् वाक्ये. ग्रामं नयति इति रूपमपि साधु, ग्रामे नयति. इत्युक्ते सप्तमी रूपमपि. कृषकः किं करोति? कृषकः अजां ग्रामं नयति इति वाक्यं साधु. कृषकः अजां ग्रामे नयति इति रूपमपि साधु. अत्र मम आशयः अस्ति नी धातुः द्विकर्मकः इति वार्ता. साधु भगिनी, रूपद्वयमस्ति वा भगिनि? कृषकः, कर्षकः, रूपद्वयमस्ति वा? कृषकः, कर्षकः अस्ति. शीर्षके द्वितीया विभक्ति इति अस्ति, तदपि समस्तपदं न तु कर्मधारयः वा? द्वितीया च विभक्तिः च इति वा? समस्तपदमस्ति न द्वितीया विभक्ति? समस्तपदमेव. अनन्तरं कृष्णः इति अस्ति न? कृष्णः विष्णोः पर्यायपदम्. अनन्तरं कृष्णः इति वर्णः अपि अस्ति. अनन्तरं पेप्पर् इति अर्थे अपि अस्ति, तत् नपुंसकलिङ्ग कृष्णम्. कृष्णवर्णः इति अपि अस्ति. कृष्णम् इत्युक्ते पेप्पर् अपि अस्ति. मरिचं, कोलकं, कृष्णम्, उष्णं, धर्मपत्तनम् इति पेप्पर् पर्यायपदानि. कृष्णवर्णः इति मया श्रुतमेव. कलर् इत्यस्मिन् अर्थे अपि ब्लाक् ब्लाक् इत्युक्ते साधु. अत्र तु विष्णोः पर्यायपदमेव, कृष्णः पुरुषः. उत्तमम्. इदानीं गीताञ्जलि भगिनी भवती करोतु. कृष्णः वंशी वादयति. अत्र तु कृष्णः कर्तृपदं वादयति इति तु वद् धातु णिच् योजयित्वा निजन्तपदमायाति वादयति. तत्र वद् धातु अदुपदधातु अत उपधायाः इति सूत्रेण आत्वं भवति, वृद्धि भवति इत्युक्ते तेन आयाति. तदनन्तरम् एषोयवायावः सूत्रेण शप् योजयित्वा इत्युक्ते शप् विकरणप्रत्ययस्य योजयित्वा वादयति इति भवति. वंशीं कर्मपदमस्ति, ईकारान्त नदीवत् अस्ति, एकवचनरूपं वंशीम्. द्वितीया विभक्ति बहुवचनपर्यन्तं रूपाणि वदतु सम्पूर्णवाक्यं भगिनि. वंशी इति पदस्य रूपाणि द्वितीया विभक्ति बहुवचनपर्यन्तं. वंशीः बहुवचन अस्ति, द्वितीया विभक्ति वंशीः इत्युक्ते वंशीं वंश्यौ वंशीः. तदेव वंशी इत्यस्मिन् पदे अनुस्वारः अस्ति, किमर्थं परसवर्णः नास्ति? ओ ययि परे यै नास्ति तत्र. शकार तु कपय इति पर्यन्तम् अस्ति, शशसर् इति तस्य अग्रे सूत्रमस्ति चेत् यै परवर्ण यै नास्ति चेत् अनुस्वारस्य परसवर्ण न कार्यं करोति तत्र. उत्तमं. तालव्यशकारस्य सदृशवर्णः परसवर्णः नास्ति, तालव्यशकारस्य कृते परसवर्णादेशः न भवति, तत्र अनुस्वारः एव तिष्ठति. वंशी इति नदीशब्दवत् रूपाणि लेखनीयानि. क्षम्यतां भगिनी, नदी तु नदीः भवति न द्वितीयविभक्ति बहुवचन? उत्तमम्. तो अत्र वंशीः न समीचीनं, वंशीः तदेव तदेव वदामि न भगिनि. वंशी वंश्यौ वंश्यः, वंशीं वंश्यौ वंशीः. वंशीः द्वितीयविभक्ति वंशीः नदीः इव तदेव अहम् इति मन्ये तदेव वदामि. वादयति इत्यस्मिन् प्रसङ्गे भगिनी सम्यक् उक्तवती, अत्र वादयति इति णिजन्तरूपम् अस्ति, किन्तु मया किं दृष्टम् अन्यत् चुरादिगणे सन्देशवचने इत्यस्मिन् अर्धे वादयति इति रूपं मया दृष्टम्. चुरादिगणे एकः धातुः अस्ति, तस्य रूपमेव वादयति इति लिखितमस्ति. वद् इति धातुतः वदति लट्लकाररूपम्, अणिजन्तरूपं वादयति इति णिजन्तरूपम् अस्ति, किन्तु चुरादिगणे सन्देशवचने इत्यस्मिन् अर्थे वादयति इति एकं लट्लकाररूपम् अस्ति इति मया दृष्टम्. अत्र धातुः वद इत्यस्य रूपं वदति, णिजन्तरूपं वादयति. किन्तु वदेव् अस्ति चेत् किं भवति? वदम् अस्ति इति कृत्वा तत्र वदति इति रूपं साधयामः, किन्तु वदेव् इदित् धातुः अस्ति चेत्? इदित् अस्ति चेत् गुण भवति तत्र, इत्युक्ते गन्तम् अङ्गम् अस्ति चेत् नुमागमं भवति न भगिनि? इदितो धातोः उदितो नुम् धातोः इति सूत्रं वद वदि अस्ति, तत्र नकारः आयाति, वन्द् वन्द् भवति, अनन्तरं नकारस्य स्थाने अनुस्वारः आयाति नश्च पदान्तस्य झलि इति सूत्रेण, अनन्तरम् अनुस्वारस्य ऐ परसवर्णे इति सूत्रेण दकारस्य परसवर्ण नकारः आयाति वन्द् इति भवति. उत्तम. तत्र बहूनि सूत्राणि कार्यं कुर्वन्ति, किन्तु लौकिकधातुः वन्द् भवति, औपदेशिकधातुः वदेव् अस्ति चेत्, इदित् धातुः अस्ति चेत् इदितोनुम् धातोः इति सूत्रेण मध्ये नुमागमः भूत्वा नकारः आयाति, अन्तिमं रूपं तु वन्द् एव भवति. इत्युक्ते नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि पर्ण सवर्णः सूत्राणां प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति किन्तु रूपं तु समानमेव यथावत् पूर्वं वन्दते इति रूपं तत्र सिद्ध्यति इति भिन्ना वार्ता अत्र वंशी इत्युक्ते मुरली तदर्थमेव कृष्णस्य अन्यनाम वंशीधरः वंशीधरः इत्युक्ते श्रीकृष्णः अग्रे पठतु क्षम्यतां भगिनि एकः प्रश्नः अत्र वद इति वद्यो इति सन्देशवचने चुरादिगणीय अस्ति तत्र तस्य अर्थः तु टु इन्फार्म् टु कम्युनिकेट् टु स्पीक् टु टेल् टु डिस्क्रैब् टु अटर् टु रीड् इति भवति परन्तु तत्र कुत्रापि सङ्गीतवाद्यस्य वादनमिति अर्थः नास्ति किमर्थं तत्र वादयति इति प्लेयिङ्ग् इन्स्ट्रुमेण्ट् इति अर्थे अत्र योजनम् अस्ति तस्य वादयति इति वद् धातुः भुवादिगणे अस्ति चेत् तस्य रूपं वदति तस्य अर्थः व्यक्तायां वाचि टु स्पीक् टु टेल् टु डिस्क्रैब् टु इन्फार्म् टु कम्युनिकेट् मे बि टु कम्युनिकेट् इति स्वीकुर्मः आं भगिनि तस्य निजन्तरूपमपि वादयति इति अस्ति भुवादिगणीय वद् धातोः निजन्तरूपं चुरादिगणीयधातोः साधारणलट् रूपमपि वादयति एव इति मया दृष्टम् चुरादिगणीय लट् रूपं वदति वादयति रूपद्वयम् अत्र दत्तमस्ति अष्टाध्यायी मध्ये वदति वादयति वदतः वादयतः वदन्ति वादयन्ति इति रूपद्वयं दत्तम् अस्ति साधु अग्रे सूर्यकुमारी भगिनी भवती वदतु अग्रे किं लिखितं सारथिः रथं चालयति इकारान्त सारथिः इकारान्त पुल्लिङ्गपदमस्ति रथः अपि अकारान्त पुल्लिङ्गपदमस्ति चालयति निजन्तरूपं चुरादिगणे अस्ति चल् धातु तदादिगण तदादिगण अस्ति चल् धातु प्रेरणार्थनिच्च भवति चाल चाली भवति चालीयोगः लट्लकाररूपं चालयति णिजन्तरूपं प्रेरणार्थनिच्च स्वार्थे अस्ति न प्रेरणार्थे वा स्वार्थे वा चालयति अहं चिन्तयामि प्रेरणार्थ दोपि सम्यक् भवति सारथि रथं चालयति रथे कः उपविष्टः सः प्रेरयति अतः चालयति एव चालयति इति अपि सम्यक् सारथिः चालयति स्वार्थे चालयति तदपि सम्यक् अस्ति तत्र रथः चलति परन्तु सारथिः तत् तं चालयति रथं चालयति खसि तदेव सम्यक् चिन्तनं रथः स्वयं न चलति खलु हा भगिनि स्वयं न चलति रथं कर्मपदं रथं चालयति अत्र सारथिः इत्यस्मिन् प्रसङ्गे रथेन सह नियुक्तः अथवा सरति अश्वान् इति सारथिः रथः इति पुंलिङ्गपदमस्ति रथः इति एकविध यानम् अस्ति रथः इत्यस्मिन् प्रसङ्गे एकमान्यत् पदं स्यन्दनम् स्यन्दनम् इति एकं पदम् अस्ति अपि च रथः इत्यस्मिन् प्रसङ्गे अस्माभिः ज्ञातव्यः श्लोकः अस्ति कोऽपि वदतु आत्मानं रथिनं विद्धि शरीरं रथमेव तु बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च इति भगिनि कठोपनिषद् मध्ये आयाति वदतु अवर् आत्मा एज़् अ रथ् अस्ति एण्ड् देन् अश्व इस् अवर् मन् अस्ति सो इफ् अवर् मन् गोस् हियर् एण्ड् देर् देन् अवर् रथ् इस् गोयिङ्ग् हियर् एण्ड् देर् सो देट्स् वै भाषान्तर् इस् टेलिङ्ग् अस् वि हेव् टु कण्ट्रोल् अवर् मन् उत्तम कठोपनिषदि वाक्यम् अस्ति सुलभमेव आत्मानं रथिनं विद्धि विद्धि इत्युक्ते जानातु अवगच्छतु आत्मानं रथिनं विद्धि शरीरं रथमेव च इदं शरीरं रथः बुद्धिं तु सारथिं विद्धि बुद्धिः सारथिः मनः प्रग्रहमेव च शरीरं मनः बुद्धिः आत्मा चत्वारि सन्ति खलु शरीरं पश्चात् मनः पश्चात् बुद्धिः ततः उपरि आत्मा तत्र शरीरं रथः मनः प्रग्रहः प्रग्रहः इत्युक्ते ब्रेन्स् शोभा भगिनी वदतु हा ब्रेन्स् इति मनस्य अश्वानां कृते तत्र रथी रथिन् इत्युक्ते यस्य देहिन् इति शब्दे शब्द इव भवति किल भगिनी तत्र यस्य रथं सः रथिन् रथिः इति अत्र पश्यन्तु प्रथमं वाक्यम् आत्मानं रथिनं विद्धि रथिनं विद्धि विद्धि इति क्रियापदम् अस्ति विद् धातोः रूपं वेत्ति अस्ति खलु तस्य रूपम् अस्ति लोट् जानातु इति तत्र रथिनम् इति द्वितीयाविभक्ति एकवचनरूपम् अस्ति तत्र पदं नकारान्तपदम् अस्ति रथी इति प्रथमाविभक्ति एकवचनरूपम् अस्ति तत्र प्रातिपदिकं रथिन् रथिन् इति नकारान्तप्रातिपदिकस्य द्वितीयाविभक्ति एकवचनरूपं रथिनम् इति अस्ति यथा गुणिनं गुणिनं पश्यतु एवमेव आत्मानं रथिनम् इव रथिनं विद्धि इति तत्र अस्ति आहत्य अत्र मुख्यविषयः कः बुद्धिः सारथिः बुद्धिः सारथिः किन्तु आत्मा रथं रथस्य उपयोगं करोति इति उत्तमम् इतोपि वक्तुमिच्छति वा आत्मा रथवर्तिनः अस्ति मनः प्रग्रहम् उपयुज्य हयानाहु इन्द्रियाणि अश्वमिव अस्ति तेषां निग्रहं ग्रहणं कृत्वा बुद्धि यथा निर्दिशति तत्र मनः हयानाहं चालयति इति कृत्वा न कर्ता न भोक्ता इति भूत्वा आत्मा रथे उपस्थितमस्ति अतः तत्र आत्मा इति साक्षी इति ज्ञातुं शक्नुमः आत्मा इति साक्षी भवति अन्यत् अन्यानि सर्वाणि कार्यं कुर्वन् अस्ति सन्ति उत्तमम् इन्द्रियाणि हयान्याहुः आहुः इति क्रियापदमस्ति इन्द्रियाणि हयाः इत्युक्ते अश्वाः आत्मा रथी शरीरं रथः बुद्धिः सारथिः मनः प्रग्रहः इति कम्पेरिजन् श्लोकः ज्ञातव्यः रथस्य प्रसङ्गे द्वितीयं वाक्यमस्ति सज्जनः भगिनी तत्र प्रग्रहः तत्र प्र उपसर्ग ग्रहः इत्युक्ते यः ग्रहणं करोति इति वा अद्य आयास्यति निग्रहः इति पदम् अस्मिन् पुटे एव योगी इन्द्रियनिग्रहं करोति इति वाक्यस्य प्रसङ्गे किञ्चित् परिशीलयामः इदानीं सूर्यकुमारी भगिनी भवती पठतु सज्जनः गुणं पश्यति सज्जनः भगिनि अकारान्त पुंलिङ्गशब्दः गुणं नकारान्त नपुंसकलिङ्गशब्दः पश्यति दृष्दातु सः पश्यति लट्लकार प्रथमपुरुष एकवचनं उत्तमं दृश् धातुतः पश्यति इति रूपं कथं साधितं धातु आदेश भवति सूत्रं न जानामि दीर्घसूत्रमस्ति पाघ्राध्मा सूत्रमस्ति अत्र दृश्स्थाने पश्य आदेशः भवति पश्य आदेशः केवलं क्षितिपरे भवति अत्र गुणः इति पुंलिङ्गपदमस्ति सज्जनः इत्यपि पुंलिङ्गपदमेव गुणः पुल्लिङ्गपदं क्षम्यतां गुण अकारान्तपुल्लिङ्गपदम् उत्तमं गुणाः सन्ति सज्जनः इति समस्तपदमिति मन्ये सत् जनः अस् धातोः शतरन्तप्रातिपदिकं सत् भवति पुंलिङ्गे सन् भवति सन् जनः इति वक्तव्यमस्ति सज्जनः इत्युक्ते सत्कुलोद्भवः अथवा सौजन्यवान् जनः अथवा साधुजनः पश्यतु इदं वाक्यं सज्जनः गुणं पश्यति इत्युक्ते किं सज्जनः गुणं पश्यति सज्जनः वस्तूनि धर्मं पश्यति, धर्मं पश्यति अथवा गुणं पश्यति. उत्तमं वाक्यं खलु. आम्. सौजन्यवान् जनः अथवा सत्कुलोद्भवः अथवा कुलीनः अथवा साधुजनः सदा गुणं पश्यति इति वार्ता अत्र. न तु भौतिक रूपम्. उत्तमं. साधु भगिनी तृतीयं वाक्यं वासुदेवन् महोदय भवान् पठतु. योगी इन्द्रियनिग्रहं करोति. योगी योगी योगिन् प्रातिपदिक योगिन् शब्दस्य प्रथमवृक्षे एकवचने योगी. इन्द्रियाणां निग्रहम् इन्द्रियनिग्रहम् इन्द्रियनिग्रह इन्द्रियाणां निग्रहम् इन्द्रियनिग्रहं द्वितीय द्वितीयविभक्ति भवति. इन्द्रियनिग्रहं करोति तावदेव. उत्तमं. योगिन् इति नकारान्तशब्दः. रूपाणि एकवारं स्मारयतु. योगे योगी योगिनौ योगिनः योगी योगिनौ योगिनः योगिना योगिनौ योगिनः. उत्तमम्. अत्र योगिनः इति प्रथमाविभक्ति बहुवचनरूपं, द्वितीयाविभक्ति बहुवचनरूपमपि योगिनः एव. योगिन् इति हलन्तशब्दः, नकारान्तशब्दः. योगः अस्य अस्ति इति योगी. तत्र योगी इति पदस्य प्रसङ्गे घिनुन् इति एकः प्रत्ययः अस्ति. युज् धातुतः निर्मितं पदमेव. इन्द्रियनिग्रहः इति पुंलिङ्गपदम्. इन्द्रियाणां निग्रहः इति वक्तव्यमस्ति, समस्तपदमस्ति. नि उपसर्गपूर्वकः, ग्रहधातुतः. ग्रहधातुं जानीमः खलु. ग्रहधातोः रूपं गृह्णाति. उत्तमं. निग्रहः इत्यस्य अर्थः नियमेन ग्रहणं. मया किं दृष्टम् इत्युक्ते प्रवृत्तेः निवारणम् इत्युक्ते किं वदतु. किं करणीयं टु एण्ड् टु एण्ड् स्वभावेन निग्रहं न जानामि. तदेव इन्द्रियाणां प्रवृत्तेः निवारणम्. इतोपि किं ज्ञातव्यम् अत्र. क्रूधातुतः करोति इति रूपं साधितम्. शुभदा भगिनी भवती एकवारं वदतु. क्रूधातुतः करोति कथम् आयाति. क्रू इति उभयपदी धातुः. दुक्र इति तस्य मूल उपदेशावस्थायां तस्य डुक्रु इति भवति. अन्ते यकारः अस्ति, तस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. अपि च डु इत्यस्य आदिर्यन् टुडवः इत्यनेन डु इत्यस्य इत्संज्ञा भवति. अपि च तस्य लोपः भवति. एषः धातुः तत्र अन्ते यकारः अस्ति अपि च तस्य इत्संज्ञा भवति. अतः स्वरितयितकर्तृभिप्राये फलः इत्यनेन तस्य उभयपदी धातुः भवति. यदा क्रियायाः फलं कर्तुः प्रति अस्ति चेत् तस्य आत्मनेपदी उपयोगं भवति. अथवा तस्य परस्मैपदी योजनं भवति. करोति इति तस्य क्रूयोगः भ्वादिगणीयधातुः अस्ति. क्रूधातुः अस्ति तस्य किं तनादिकृण्भ्यः उः इति सूत्रेण तनादिगणे उ इति आर्धधातुकविकरणप्रत्ययः मध्ये अस्ति. क्रूयोगः उ वदतु. उ क्रूयोगः उ योगः ति इति तस्य आकृतिः भवति. क्रू इति आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्ययः अस्ति. तस्य सार्वधातुक आर्धधातुकयोः इत्यनेन क्रू इत्यस्य गुणः भूत्वा कर् इति भवति. कर् योगः उ योगः ति. अत्र करु योगः करुयोगः ति. अत्र ति अपि तिप् अस्ति. अतः करु इत्यस्य गुणः अपि भवति. अतः करो इति भवति. अन्तिमवर्णस्य गुणः भूत्वा करु इत्यस्य करो इति भवति. करो योगः ति. अन्तिमरूपं तु करोति इति प्राप्तम्. साधु. करोति इति क्रियापदे आदौ उ इति विकरणप्रत्ययं निमित्तीकृत्य एकवारं गुणकार्यं भवति तेन कर् भवति पश्चात् तिङ् प्रत्ययं निमित्तीकृत्य अपि गुणकार्यं भवति तत्र तिप् प्रत्ययः पित् प्रत्ययः अस्ति इति कृत्वा तिप् प्रत्ययं निमित्तीकृत्य एकवारं गुणकार्यं तस्मात् पूर्वम् उ इति आर्धधातुकविकरणप्रत्ययं निमित्तीकृत्य आदौ गुणकार्यं भवति आदौ कृ कर् भवति करयोगः उ करु इति रूपम् अस्ति पश्चात् तिप् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति इति कृत्वा करोति इति रूपं साधु भगिनी सुजाता भगिनी भवती पठतु क्रोधः सम्मोहं जनयति क्रोधः क्रोधः प्रथमविभक्ति एकवचनमस्ति उत्तमं सम्मोहः सम् उपसर्ग अस्ति मोह मुह् धातु अस्ति उत्तमं द्वितीया विभक्ति अस्ति सम्मोहं जनयति जनयति जन् धातु अस्ति जन् धातु अस्ति दिवादिगणे अस्ति जनयति उत्तमं जायते इति रूपमस्ति खलु आम् आं भगिनि जायते इति अन्यन्त लट्लकाररूपं किन्तु अत्र णिजन्तरूपं दत्तमस्ति ण्यन्तरूपं दत्तमस्ति इत्युक्ते णिच् प्रत्ययेन सहितं रूपम् अत्र दत्तमस्ति जने प्रादुर्भावे इति धातोः रूपमेव जनयति किन्तु साधारणलट्लकाररूपं जायते दिवादिगणे अस्ति अत्र पश्यन्तु क्रुद्ध धातुः अस्ति क्रुद्ध धातुतः क्रोधः क्रुद्ध धातुः अपि दिवादिगणे अस्ति क्रुद्ध धातोः रूपं क्रुध्यति क्रुध्यति एवमेव मुह् धातुः अस्ति मुह् धातोः रूपं मुह्यति मुह् धातुः अपि दिवादिगणे अस्ति क्रुध्यति दिवादिगणीयः मुह्यति दिवादिगणीयः जायते इति अपि दिवादिगणीयः दिवादिगणः चतुर्थः गणः तस्मिन् गणे एते धातवः सन्ति क्रुद्ध धातुतः क्रोधः मुह् धातुतः मोहः जन् धातुतः जनयति इति रूपं सिद्ध्यति क्रोधः इत्युक्ते पर अपकाराय चित्तवृत्तिभेदः पर अपकाराय चित्तवृत्तिभेदः इति क्रोधः मोहः इत्युक्ते अज्ञानम् अथवा देहादिषु आत्माभिमानः देहादिषु आत्माभिमानः एव मोहः इति गीतायां श्लोकः अस्ति खलु भवती जानाति वा क्रोधात् भवति सम्मोहः जानाति शक्नोमि क्रोधः मोहं जनयति इति वार्ता सम्मोहात् स्मृतिभ्रंशः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति भवती एव करोतु अग्रिमं वाक्यम् एकलव्यः गुरोः मूर्तिम् अर्चति एकलव्यः प्रथमाविभक्ति एकवचनमस्ति गुरोः गुरोः गुरुशब्दस्य षष्ठीविभक्ति अस्ति मूर्तिं मूर्तिं द्वितीया विभक्ति अस्ति अर्चति अर्चधातुः अस्ति अर्चधातुः अस्ति अर्चधातुः अस्ति प्रथमविभक्ति एकवचनं क्रियापदमस्ति उत्तमम् एकलव्यः इति पदमस्ति एकलव्यः इति पदस्य रूपाणि द्वितीया विभक्तिपर्यन्तं वदतु एकलव्यः एकलव्यौ एकलव्यः बहुवचनरूपम् एकलव्याः उत्तमम् अग्रे एकलव्यम् एकलव्यौ एकलव्यान् गुरुः इति उकारान्त पुंलिङ्गपदमस्ति षष्टिविभक्त्यन्तं रूपं दत्तमस्ति षष्टिविभक्तिः कारकविभक्तिषु अन्यतमः नास्ति कारकविभक्तयः सन्ति इत्युक्ते षट् कारकाणि सन्ति किन्तु सप्तविभक्तयः सन्ति षष्टिविभक्तिः कारकविभक्तिषु अन्यतमा विभक्तिः नास्ति गुरोः मूर्तिः अत्र मूर्तिः इति पदमस्ति, मूर्तिः इति स्त्रीलिङ्गपदमस्ति, क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति. अत्र मूर्तिः इति पदं क्तिन् प्रत्ययान्तरूपमस्ति. विशेष तत्र कारकविभक्ति विभक्तयः इति उक्तवती, कानि काः कारकविभक्तयः? षष्टिविभक्तिं त्यक्त्वा अन्यविभक्तयः. ओ, अन्याः सर्वाः. अस्तु, धन्यवादः. केवलं षष्टिविभक्तिः, कारकविभक्तिः नास्ति. मया किं दृष्टम् इत्युक्ते, मूर्च् इति एकः धातुः अस्ति. मूर्च् धातुतः मूर्तः, मूर्तवान् इत्यादीनि रूपाणि सिद्ध्यन्ति. मूर्तः इति क्तान्तरूपं, मूर्तवान् इति क्तवत्वन्तरूपं, मूर्तिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति. राल्लोपः इति सूत्रेण कार्यं भवति इति मया दृष्टं. प्रतिमा इति पदमपि साधु एव. मूर्तिः इति स्त्रीलिङ्गपदं. गुरुः इत्यस्मिन् बहुषु स्थलेषु अणत्वं भवति. अग्रिमं वाक्यं भवती एव करोतु भगिनि. एकः प्रश्नः, मूर्ति क्तिन् प्रत्यय धातुकः वां भगिनि? मूर्च् इति. मूर्च्, धन्यवादः भगिनि. तस्य रूपसिद्धौ विशेषसूत्राणि अपि च विशेषकार्याणि भवन्ति इति भाति. अग्रिमं वाक्यं सुजाता भगिनी भवती एव करोतु. बुद्धिमान् क्रोधं त्यजति. बुद्धिमान् बुद्धिमत् प्रातिपदिकम् अस्ति. बुद्धिमान् पुल्लिङ्ग भवति. मतु शब् मान् मतु शब्देन मान् भवति. बुद्धिमान् क्रोधं त्यजति. त्यज् धातुः अस्ति. प्रथमपुरुष एकवचनम् अस्ति. क्रियापदं त्यजति. उत्तमं. बुद्धिमत् प्रातिपदिकम् अस्ति. मतु प्रत्ययान्तशब्दः. बुद्धिः अस्य अस्मिन् वा अस्ति. बुद्धिः अस्य अस्ति अथवा अस्मिन् अस्ति इति अर्थे तत्र बुद्धिमत् इति प्रातिपदिकं सिद्ध्यति. सूत्रमस्ति तदस्यास्यस्ति अस्मिन् इति मतुप्. तत् अस्य अस्ति अस्मिन् इति मतुप् इति पदविभागं कुर्मः चेत् मतुप् प्रत्ययान्तपदानां कृते विधायकसूत्रमस्ति. कुत्र मान् भवति, कुत्र वान् भवति इति अवगन्तुम् अपि एकं सूत्रमस्ति. मादुपधायाश्च मतोर्वो अयवादिभ्यः इति एकं सूत्रमस्ति. तेन सूत्रेण मा स्थाने वा आयाति, किन्तु अन्यत्र मतुप् एव तिष्ठति. इत्युक्ते किं वक्तव्यं? मकारान्तप्रातिपदिकेभ्यः, अवर्णान्तप्रातिपदिकेभ्यः मकारः उपधायाम् अस्ति चेत् तेषु प्रातिपदिकेषु, अपि च अकारः उपधायाम् अस्ति चेत् तत्रापि मतुप् इत्यस्य मकारस्य स्थाने वकारः आयाति, किन्तु अन्यत्र मतुप् यथावत् तिष्ठति. मतुप् इत्यस्मिन् केवलं मत् एव अवशिष्यते. अनुनासिक उकारः अपगच्छति, पकारः अपि अपगच्छति. केवलं मत् एव अवशिष्यते. किन्तु एकेन विशिष्टसूत्रेण मत् स्थाने वत् आयाति. अकारान्तप्रातिपदिकम् अस्ति चेत् यथा गुण अस्ति चेत् गुणवान् भवति. ज्ञान अस्ति चेत् ज्ञानवान् भवति. धन अस्ति चेत् धनवान् भवति. किन्तु अत्र बुद्धिः इति इकारान्तप्रातिपदिकम् अस्ति इति कृत्वा मत् इति प्रत्ययस्य रूपं यथावत् तिष्ठति. तेन बुद्धिमत् इति प्रातिपदिकं सिद्ध्यति. अग्रे शोभा भगिनी. गोपिकाः अक्रूरं पृच्छन्ति. गोपिकाः इति गोपिका इति प्रथमविभक्तौ एकवचने, गोपिकाः बहुवचने स्त्रीलिङ्गशब्दः. अक्रूरम् इति तत्र नामपदं. कृष्णस्य भक्तः. पृच्छन्ति, पृच्छन्ति इति क्रियापदं. तत्र अक्रूरम् इति पदस्य कृते तावदेव जानामि. एकवारं भुवादिगणीयधातून् पश्यामश्चेत् गुपू इति एकः धातुः अस्ति. तस्य रूपं गोपायति. तत्र एकं विशिष्टं सूत्रम् अस्य धातोः प्रसङ्गे सूत्रमस्ति. गुपू धूप विच्छिपणि पणिभ्यः इति विशिष्टसूत्रेण गुपू धातुतः आयप्रत्ययः विहितः भवति इति कृत्वा तत्र नूतनधातोः निर्माणं भवति. नूतनधातुः आयप्रत्ययस्य योजनेन गोपाय इति रूपं तत्र सिद्ध्यति. गोपायति भुवादिगणीयधातुः गोपायति धूपायति पणायति इत्यादीनि पदानि अनेन सूत्रेण सिद्ध्यन्ति. अर्थं किं गोपायति इत्युक्ते? रक्षणं करोति. रक्षणं ओ अस्तु. गुपु रक्षणे इत्यस्मिन् तदेव गुप् इति लौकिकधातुः, किन्तु गुपू रक्षणे इति भुवादिगणे दत्तमस्ति. तस्मात् धातुतः एव इदं पदं साधितं गोपिका. अक्रूरः इत्यस्मिन् नञ् समासः अस्ति खलु? आम्, क्रूरः नास्ति क्रूरः न इति अक्रूरः, अक्रूरमिति कर्मपदं भवति. उत्तमं. क्रूरः इत्यस्मिन् स्थाने क्रौर्यवान्, यः क्रौर्यवान् नास्ति, न विद्यते क्रौर्यम् अस्मिन् सः अक्रूरः. न विद्यते क्रौर्यम् अस्मिन् सः अक्रूरः. अग्रे पठतु. अग्रिमं कृष्णः भक्तिम् इच्छति. तत्र कृष्णः पदस्य चर्चां कृतवन्तः. भक्तिम् इति, भक्तिः इति स्त्रीलिङ्गपदं, मतिः शब्दवत्, तत्र भक्तिम् इति कर्मपदं. भक्तिम् इच्छति इति, इच्छति इति तत्र इष्य धातुः, तत्र इच्छति इति तुगागमरूपं भवति तत्र क्रियापदे. पूर्वस्मिन् वाक्ये पृच्छति, पृच्छति इत्यत्र प्रच्छिधातुः प्रच्छिधातुतः सम्प्रसारणकार्यं गृहिज्या वयि व्यधि वष्टिविचति वृच्छति पृच्छति भृज्यतीनां क्निति इति सूत्रेण पृच्छति इति रूपं सिद्ध्यति. किन्तु धातुः प्राच्य अस्ति. अत्र इष् धातुः अस्ति. इषु गमीयमां छः इति सूत्रेण इच्छति इति रूपं सिद्ध्यति. किन्तु अत्र छे च इति सूत्रेण तुगागमः भवति. पश्चात् स्तोःश्चुनाश्चुः इति सूत्रेण च्युत्वमपि भवति. आहत्य इष् धातुतः इच्छति इति रूपं सिद्ध्यति. भज् धातोः रूपमेव भक्तिः. अत्र परिशीलयामश्चेत् भक्तिम् इच्छति इत्यत्र मकारस्य स्थाने अनुस्वारः न आगतः, किमर्थं चेत् वदतु. तत्र अनुस्वारः परवर्णः व्यञ्जनम् अस्ति चेदेव भवति. नो चेत् स्वरेषु अच्वर्णेषु मकारस्य अनुस्वारः न भवति. उत्तमं. पूर्वस्मिन् वाक्ये अक्रूरं पृच्छति इत्यत्र मकारस्य स्थाने अनुस्वारः आगतः, किमर्थं चेत् परवर्णः पकारः अस्ति. पकारः हल् वर्णः अस्ति. मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारः पूर्वस्मिन् वाक्ये आगतः. हलि, हलि परे. मोनुस्वारः इत्यस्मिन् सूत्रे हलि इति पदस्य अनुवृत्तिः अस्ति इति कृत्वा मकारस्य स्थाने अनुस्वारादेशः भवति. अस्मिन् वाक्ये मकारात् परम् इकारः अस्ति, स्वरवर्णः अस्ति, हल् वर्णः नास्ति इति कृत्वा. पदान्तस्य अधिकारः अस्ति वा? अस्ति. पदान्तमकारस्य स्थाने अनुस्वारः भवति. रोहिणी भगिनी, भवती वक्तुम् इच्छति वा अग्रिमं वाक्यं? भक्तः देवं नमति. भक्तः वज्रदातु इति चिन्तयति, तत्प्रत्ययान्तः भक्तः प्रथमपुरुष एकवचनं, देवं देवशब्दस्य द्वितीयविभक्ति एकवचनं, नमति नम् धातु तस्य लट्लकार प्रथमपुरुष एकवचनं. भक्तः इत्यस्मिन् प्रसङ्गे इतोपि वक्तुमिच्छति वा? वज्रयोग चोकुः इति सूत्रेण चकारस्य जकारस्य गकारः घरि परे शब्दं भवति, भक्तः भवति इति चिन्तयामि. उत्तमं. तदेव भज् धातोः रूपमेव भक्तः, क्ताप्रत्ययन्तरूपमस्ति. भजसेवायाम् इत्यस्मिन् अर्थे धातुः अस्ति. अत्र नमति इति क्रियापदमस्ति खलु, तत्र धातुः मूर्धन्य अणकारादिधातुः अणम अस्ति. अणोपदेशधातुः, अणोपदेशधातुः अस्ति चेत् किं भवति? उत्तमम्. णो नः इति सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आयाति. अस्य धातोः औपदेशिकरूपं तु णम अनुनासिककारः इतिसंज्ञकः भूत्वा अपगच्छति मूर्धन्यणकारस्य स्थाने दन्त्यनकारः णोनः सूत्रेण आयाति भुवादिगणे अस्ति इति कृत्वा शप् आयाति तेन नम् योगः शप् योगः तिप् नम् योगः आयोगः ति नमति अग्रे करोतु बालकः गीतां पठति बालकः प्रथमपुरुष एकवचनं गीता शब्दस्य द्वितीय एकवचनं गीतां पठ धातोः लट्लकार प्रथमपुरुष एकवचनं पठति गीतां प्रसङ्गे वदतु गीता आकारान्त स्त्रीलिङ्गशब्दः तदेव गीता इति पदं कथाप्रत्ययान्तरूपं भगवद्गीता गीता आकारान्तस्त्रीलिङ्गपदं गै धातोः रूपम् अस्ति गै धातुतः गायति इति रूपं सिद्ध्यति किन्तु गै धातुतः कथाप्रत्ययस्य योजनेन गीतः गीतं गीता इति त्रिषु लिङ्गेषु रूपाणि सिद्ध्यन्ति धातुः गै अस्ति गै धातुतः गीता इति रूपं कथं साधनीयम् इति प्रश्नः आयाति वदतु गै प्रथमं गा भवति अत्र ईकार आदेशः भवति सूत्रं न स्मरामि उत्तमम् ईकारादेशः भवति तत्र घूमास्था गापा जहाति सांहलि इति सूत्रेण ईकारादेशः भवति आदौ आदे च उपदेशे शिति इति सूत्रेण गै गा भवति गै धातुः एजन्तधातुः आकारान्तः भवति अशितिप्रत्यये परे कथाप्रत्ययः अशित् खलु अशित् प्रत्यये परे एव आदे च उपदेशे अशिति पूर्वरूपसन्धिं कृत्वा वक्तव्यम् आदे च उपदेशे शिति इति वक्तव्यं तेन गै गा भवति पश्चात् गा इत्यस्य आकारस्य स्थाने ईत्वम् आयाति घूमास्था गापा जहाति सां हलि इति सूत्रेण हलीपरे ईकारादेशः भूत्वा गीता इति प्रातिपदिकं सिद्ध्यति किन्तु त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति गीतं गीता गीतः अत्र स्त्रीलिङ्गे रूपं दत्तमस्ति साधु भगिनी उत्तमरीत्या उक्तवती केतकी भगिनी एकवारं रूपाणि पठतु भगिनी एतानि रूपाणि उच्चैः पठत प्रथमविभक्ति बालकः द्वितीयविभक्ति बालकम् एकवचनं द्विवचनं बालकौ बहुवचनं बालकान् बालिका स्त्रीलिङ्ग बालिकां बालिके बालिकाः लेखनी इकारान्त लेखनीं लेखन्यौ लेखनीः अग्रे अपि पठतु अभ्यास कोष्ठकाधारेण द्वितीयविभक्तिं प्रयुज्य वाक्यानि पूरयत छात्रः पाठः पठति छात्राः पाठौ पठति छात्रः पाठाः पठन्ति न रूपाणि सम्यक् परिवर्त्य वदतु अभ्यासः दत्तः किन्तु भवती अत्र यद् लिखितमस्ति तस्य परिवर्तनं कृत्वा वक्तव्यम् छात्रः पाठः पठति लैक् दट् पाठः इति प्रथमान्तं पदं किन्तु कर्मपदं वक्तव्यं छात्रः पठति छात्रः किं पठति पाठं पठति छात्रः पाठं पठति छात्राः पाठौ पठन्ति अत्र छात्रः अपि च पठति द्वयोर्मध्ये सम्बन्धः अस्ति छात्रः पठति तत् यथावत् तिष्ठति अत्र केवलं कर्मपदस्य परिवर्तनम् आवश्यकम् छात्रः पाठौ पठति पाठः इति पदस्य द्वितीयाविभक्तिरूपाणि अत्र लेखनीयानि एकवारं पाठः इति पदस्य रूपाणि वदतु पाठः पाठं पाठः पाठं रामशब्दवत् वक्तव्यम् रामः रामौ रामान् पाठः पाठौ पाठान् पाठं पाठौ पाठान् पाठान् पाठः पाठौ पाठाः इति त्रीणि पदानि प्रथमाविभक्त्यन्तरूपाणि अत्र दत्तानि किन्तु द्वितीयाविभक्त्यन्तानि वक्तव्यानि तदेव सूचनायाम् अपि लिखितमस्ति द्वितीयाविभक्तिं प्रयुज्य इति लिखितमस्ति अत्र रक्तवर्णैः यानि पदानि दत्तानि तेषां परिवर्तनं कृत्वा अत्र पाठः तस्य रूपं पाठम् इति भवति पाठौ इति द्विवचनरूपम् अस्ति तस्य द्विवचनरूपं द्वितीयाविभक्तौ समानमेव तेन पाठौ इति एव भवति किन्तु पाठाः इति बहुवचनरूपम् अस्ति तस्य द्वितीयाविभक्ति बहुवचनरूपं पाठान् इति इत्युक्ते पाठः इति अकारान्तपदमस्ति इति कृत्वा एवं रूपाणि भवन्ति. अग्रे पत्रिका इति आकारान्तस्त्रीलिङ्गपदमस्ति, घटि इति ईकारान्तस्त्रीलिङ्गपदमस्ति, पुष्पम् इति अकारान्तनपुंसकलिङ्गपदमस्ति. एतेषां चतुर्णां पदानां रूपाणि द्वितीयाविभक्तौ लेखनीयानि इति अत्र वार्ता. एकवारं चिन्तयन्तु, अग्रिमेषु पुटेषु बहवः अभ्यासाः सन्ति, तेषां प्रसङ्गे एकवारं चिन्तनं कुर्वन्तु. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.